नमः सर्वेभ्यः। भाषापाकः द्वितीयभागस्य वर्गे सर्वेषां स्वागतम्। गतसप्ताहे वयं पठितवन्तः आरम्भे प्रति इति पदस्य प्रयोगः यत्र भवति, कीदृशप्रयोगः भवति तत्र, एवं जी धातुविषये अपि पठितवन्तः। तस्मिन्नेव सम्बन्धे कुशलमहोदयस्य उपस्थापनम् अस्ति। अस्तु महोदय, कृपया। धन्यवादः। सर्वेभ्यः नमो नमः। अध्यायः एकपञ्चशताधिकशततम्। शीर्षक अस्ति प्रतियोगे द्वितीया कथम्। शिष्यः एकम् उदाहरणं वदति गृहं प्रति गमनस्य, एवम् आचार्ये पृच्छति इत्यादिषु वाक्येषु यः प्रतिशब्दः श्रूयते तस्य स्वरूपस्य विषये कश्चन सन्देहः। शिष्यस्य आशा अस्ति प्रतिशब्दस्य कथं प्रयोगः भवति। आचार्य वदति उद्दिश्य इत्यर्थे तत् प्रयोगः भवति। गतसप्ताहे अध्यापकमहोदय अवदत् प्रतिशब्दस्य प्रयोगः त्रिभिः प्रकारे भवति। त्रिभिः शब्दपुस्तके नास्ति, त्रिभिः अर्थात् त्रीणि प्रकारे। त्रीणि सोप अध्यापकमहोदय त्रीणि सोपानानि अवदत्। प्रथमं सोपानम् उपसर्गरूपेण यथा प्रतिभासः, इदानीं रूपं भवति उपसर्गरूपं। सूत्रमस्ति उपसर्गरूपेण धातूनां योगे। एषः प्रतिशब्दः क्रियाविशेषत्वात् उपसर्गः। बुभुक्षितं न किञ्चित् प्रतिभाति इति तस्य उदाहरणम्। उपसर्गयोगे द्वितीयाविभक्ति प्रयुज्यते। उत्सर्गरूपं प्रयोगस्य अन्य कश्चन उदाहरणानि सन्ति यथा प्रतिगच्छति एवं प्रतिवदति। द्वितीयसोपानं कर्म प्रवचनीयं। द्वितीयसोपानस्य भागद्वयम् अस्ति। द्वितीयसोपानं प्रथमभागः कर्मवचनीययुक्ते द्वितीया, यथा वक्षं प्रति विद्युत् द्योतते, भक्तः विष्णुं प्रति साधुभावः दर्शति। इदानीं द्वितीया विभक्ति भवति। द्वितीयसोपानं द्वितीयभागः कर्मवचनीययुक्ते पञ्चमी, यथा वृक्षात् प्रति विद्युत् द्योतते, तु वृक्षात् प्रति विद्युत् द्योते एवं वृक्षं प्रति विद्युत् द्योते द्वयोः साधु। तृतीयसोपानम् उपसर्ग एवं कर्मप्रवचनीयाभ्यां भिन्नत्वेन अथवा उद्दिश्य सम्बन्धे, यथा रामः गृहे प्रतिगच्छति, गृहं प्रतिगमनं क्रिया। इदानीं प्रति इत्यस्य उद्दिश्य इति अर्थप्रयोगः। वार्तिकमिदं वार्तिकानिदं ग्रन्थे एकः श्लोकः अस्ति, तत् अर्थमस्ति उभयतः सर्वतः कार्याम् अर्थात् धिक् उपरि अधि अधः शब्दाः, एते द्वितीया विभक्ति प्रयुज्यते, अन्यथापि द्वितीया दृश्यते। फुट्नोट् मध्ये श्लोकमस्ति पादटिप्पणी मध्ये। प्रथमाध्याय इदानीं सारांशरूपेण प्रतिशब्दस्य प्रयोगः त्रिभिः प्रकारे भवति। उपसर्गरूपेण द्वितीया, कर्मप्रवचनीयरूपे द्वितीया एवं पञ्चमी, उद्दिष्टसम्बन्धे तृतीया पञ्चमी एवं षष्टि प्रायः. इदानीम् अध्याय त्रिपञ्चाशदधिकशततम् शीर्षक अस्ति रमेशः पदकं जितवान्. जी धातुः वाक्ये कथं प्रयोगः करणीयः तस्मिन् विषये चर्चां भवति. जी धातुः चुरादि एवं भुवादिगणे अस्ति. इदानीं चर्चा भुवादिगणे सम्बन्धी अस्ति, न तु चुरादिगणे. जी धातुः जी कर्मक अस्ति. जी अर्थात् जितवान्, पराजितवान्. जी धातु अत्र अभिभवार्थक अभिभवः रूपमस्ति. अत्र ग्रहणानुकूलव्यापारः इति अर्थः. द्विकर्मक धातु अर्थात् एकप्रधानकर्मः एवं द्वितीयगौणकर्म. यस्य ग्रहणं भवति तत् प्रधानं कर्म अस्ति, यस्मात् ग्रहणं क्रियते तत् गौणकर्म. यत्र कोऽपि स्पर्धा प्रवर्तते तत्र कोऽपि जयं प्राप्नोति सः किञ्चित् गृह्णाति इति ग्रहणानुकूलव्यापारः अर्थमस्ति. प्रधानकर्म द्वितीया भवति एवं गौणकर्म द्वितीया अथवा पञ्चमी सम्भवति. गृहं किञ्चित् भविष्यति यथा जयं पराजयम्, एतत् अर्थं भवति. पुस्तके एकः उदाहरणमस्ति. देवदत्तः प्रतिस्पर्धिनं पदकं जितवान्. इदानीं द्वितीयभक्ति. अथवा देवदत्तः प्रतिस्पर्धिनः पदकं जितवान् पञ्चमी. तयोः साधु प्रतिस्पर्धनं गौणकर्म, पदकं प्रधानकर्म. अन्य उदाहरण अध्यापक महोदय अदत्तात् देवदत्त यज्ञदत्तं शतं जयति. यज्ञदत्तं पुस्तके नास्ति. इदानीं शतं प्रधानकर्म एवं यज्ञदत्त गौणकर्म एवं गौणकर्म द्वितीया विभक्तिरूपं. पञ्चमीविभक्तिरूपं गौणकर्म अस्ति. देवदत्तं यज्ञदत्तात् शतं जयति. इदानीं सम्पूर्णं भवति. धन्यवादः. अस्तु महोदय, समीचीनम्, अति उत्तमम्. अस्तु अस्तु, सुन्दरम्. अस्तु, अद्यतनविषयः अपि तस्मिन्नेव सन्दर्भे अस्ति. द्विकर्मकधातवः अस्ति खलु अस्माकम् इदानीं चर्चितं विषयं. तर्हि अग्रिमविषयः किमस्ति इत्युक्ते, अत्र उत्तरम् एकमेव नास्ति. उत्तरम् एकमेव नास्ति इत्युक्ते, वैयाकरणाः अथवा अन्ये संस्कृतभाष्यकाराः, तत्र प्राचीनानां मतम् एकमस्ति, नवीनानां मतम् एकमस्ति. तर्हि कस्य मतं कीदृशम् इति तस्मिन् सन्दर्भे अत्र किञ्चित् उल्लेखः एव अस्ति. किं करणीयः तस्मिन् सन्दर्भे? तर्हि अग्रिमविषयः तादृशमेव अस्ति. अस्तु, तर्हि विनोद् महोदय आरम्भं करोतु कृपया. नूतन अध्याय. आमामाम्, अग्रिम अध्याय विषय अस्ति ग्रहधातुः न द्विकर्मकः. शिष्य वदति, श्रीमन् ग्रहधातोः द्विकर्मकत्वम् अस्ति किम्? शिष्य प्रश्न पृच्छति, ग्रहधातो द्विकर्मकत्व किम् अस्ति? आचार्य वदति, किमर्थम् अयं सन्देशः उत्पन्नः? आचार्य प्रश्नं पृच्छति किमर्थं गृहधातु प्रश्नं उद्भवति? एकं वाक्यं वदतु यत्र द्विकर्मकत्वं भवति, एकं वाक्यम्. एकवाक्यं वयं पठितवन्तः पूर्वे बहुवारं. तत्र दश नव दश उदाहरणानि तत्र दत्तमस्ति महोदय, पश्यतु पञ्चाशत् अधिकशततम अध्याये. पठतु एकम् अध्यापकः छात्रम्. प्रथमवाक्यं त्वयि कमिसं प्रति साधु भाषितं कुमा. कुत्र पश्यति? तत् नास्ति. अध्यापकः छात्रं श्लोकं बोधयति, पश्यति वा? कुत्र पुटे? द्वि अधिक अशीतिः, 82 मध्ये अस्ति, चाप्टर् 150, पञ्चाशत् अधिकशततम निजन्तानां कर्मणि प्रयोगः. उदाहरणानि वयं बोधयति. अग्रिमं. माता शिशुम् अन्नं भोजयति. शिशुं माता भोजयति, अन्नं भोजयति, परन्तु शिशुं स्वयं न खादयति. तत्र माता अन्नं ददाति. तत्र द्वयं कर्म अस्ति, प्रथम माता, द्वितीय शिशुं. अन्नं भोजयति शिशुम् अन्नम् इति कर्मपदद्वयं भवति तत्र. तर्हि द्विकर्मक इति वदामः खलु. तर्हि णिजन्तं यत्र अस्ति तत्र द्विकर्मकः भवति, वयं जानीमः. तत्र पठितवन्तः कानिचन अपवादाः सन्ति, पठितवन्तः. तर्हि तस्मिन्नेव सन्दर्भे शिष्यस्य इदानीं सन्देहः अस्ति अथवा अस्माकं प्रश्नः अस्ति. यदि धातुः ग्रहधातुः अस्ति तर्हि ग्रहधातोः द्विकर्मकः भा कानिचन धातवः सन्ति ये द्विकर्मकाः, णिजन्तानां प्रयोगः आवश्यकं नास्ति. न णिजन्तम् अस्ति अपि च द्विकर्मकः. तर्हि ग्रहधातुः तादृशम् अस्ति वा इति शिष्यस्य प्रश्नः. आचार्य वदति किमर्थं वयं सन्देहः उत्पन्नः भोः इदानीम्? अद्य तस्य एव समाधानं भवति, ग्रहधातुः द्विकर्मकः अस्ति वा न वा. अस्तु, समीचीनम्. अग्रे देवकान्तमहोदय. शिष्यः वदति तस्य धातोः द्विकर्मकत्वम् उक्तं कैश्चित् इति मया पठितम्. आचार्यशिष्यं पृच्छति किमर्थं तस्य मनसि तत् प्रश्नः आयाति इति. वदति तस्य धातोः इत्युक्ते ग्रहधातोः द्विकर्मकत्वम् अस्ति इति केचन पुस्तके वा सः पठति इति. सः अपठत्. आचार्यः प्राञ्चः तस्य द्विकर्मकत्वम् अङ्गीकुर्वन्ति. तेषां समीचीनं. प्राञ्चः प्राञ्चः तस्य द्विकर्म कर्मकत्वम् अङ्गीकुर्वन् प्राञ्चः इत्युक्ते पण्डितः इति अहं मन्ये प्राचीनानां प्राचीनानां ओ आम् आम् प्राचीनः धन्यवादः तेषां श्लोके यथा दुह्याच्य दुह्याचर्थ रुधि प्रच्छिचिब्रूशासु चि कर्मयुक् मिहृक्वेश मन्धवः दन्तग्रहम् उष्णाचिकर्मभाक् इति एतत् धातवः सन्ति अत्र यद्यपि ग्रहधातुः उपात्तः तथापि तस्य दीर्घकर्मकता तु अन्यैः न अङ्गीकृता अत्र ग्रहैः पाठः अप्रमाणीयकः इति वदति तत्त्वबोधिनी व्याख्या द्विकर्मकस्थले दण्डधातोः ग्रहणार्थकत्वात् ग्रहधातुः द्विकर्मकः इति अपरस्य कथनं तथापि शिष्टैः अनादृतत्वात् ग्रहधातोः न द्विकर्मकता आचार्यः एकः श्लोकः वदति तत् श्लोके बहवः धातवः सन्ति परन्तु अन्य व्याकरणाः तत्र तस्य द्विकर्मकता न अङ्गीकृताः इति सः वदति पूर्णतया अहं न जानामि हा चिन्ता नास्ति सोपानेन सरामः अत्र किं किम् अस्ति अत्र आचार्यः वदति प्राञ्चः तस्य द्विकर्मकत्वम् अङ्गीकुर्वन्ति इत्युक्ते प्राचीनानां मतं ग्रहधातोः द्विकर्मकत्वम् इति वदन्ति तर्हि केचन श्लोकः अस्ति यत्र एतद् दत्तमस्ति तर्हि अत्र के सन्ति श्लोके यदि पश्यामः लिखन्ति सर्वे एवं गणनम् अपि आवश्यकं तत्र खलु अस्तु प्रथमम् अस्ति दुः द्वितीयमस्ति याच् तृतीयमस्ति अर्थ खलु चतुर्थमस्ति रुद् पञ्चममस्ति प्रच्छ षष्ठः अस्ति छि सप्तममस्ति ब्रू ब्रू अष्टममस्ति सासु सास् सास् उकारः केवलम् अस्ति सास् नवममस्ति जि कर्मयुक् कर्मयुक्ते तु तत् धातु नास्ति एतत् द्विकर्मकता भवति इति वदति कानिचन अभवत् नवम खलु उपरि हा तदनन्तरं नी भवति हा नी तदनन्तरं हृ हृ तदनन्तरं कृष् कृष् कृष् तदनन्तरं मथ् मन्थ् तदनन्तरं वः दण्ड तदनन्तरं ग्रह पश्यन्ति वा ग्रह अस्ति ग्रहधातुः अत्र लिख्यते तदनन्तरम् अस्ति मुष् मुष् खलु तर्हि क्षमतां तर्हि आद् एतादृशेन भवति तदनन्तरं चि अपि दत्तमस्ति तत्र हा तर्हि एतादृशेन द्विकर्मकाः भवन्ति इति प्राचीनानां मतं तर्हि अत्र कानिचन अभवत् गणनम् अभवत् वा गणनं कति ग्रह अपि अस्ति मुष् अपि अस्ति षोडशं भवत् वा अष्टादश इति भवति इति अष्टादश इति भवति तर्हि अत्र अस्माकं यत्र वदति अत्र यद्यपि ग्रहधातुः उत्पत्तिः उपात्तः क्षमताम् अत्र यद्यपि ग्रहधातुः उपात्तः इत्युक्ते स्वीकृतः ग्रहधातुः लिखितमस्ति अत्र यद्यपि ग्रहधातुः उपात्तः तथापि तस्य द्विकर्मकता तु अन्यैः न अङ्गीकृता अन्यैः इत्युक्ते नवीनैः अन्यैः इत्युक्ते नवीनानां न अङ्गीकृत अत्र ग्रहेः पाठः अप्रमाणीयकः इति वदति तत्त्वबोधिनी व्याख्या तत्त्वबोधिनी इत्युक्ते अन्यत् ग्रन्थः अस्ति तत् वदति अत्र ग्रहधातुः तस्य अप्रमाणीयकः प्रमाणं नास्ति तस्य अत्र श्लोके दत्तमस्ति परन्तु बहुत्र न दृश्यते तस्य प्रयोगः द्विकर्मकस्थले दण्डधातोः ग्रहणार्थकत्वात् ग्रहधातुः द्विकर्मकः इति अपरस्य कथनं खलु द्विकर्मकस्थले दण्डधातोः ग्रहणार्थकत्वात् इत्युक्ते दण्डधातुः अपि अत्र लिखितमस्ति खलु पश्यतु तत्र वः दण्ड इति अस्ति द्विकर्मकस्थले दण्ड क्षम्यतां द्विकर्मकस्थले दण्डधातोः ग्रहणार्थकत्वात् ग्रहधातुः द्विकर्मकः इति अपरस्य कथनम् इत्युक्ते तत्र दण्डधातोः अपि द्विकर्मकत्वम् अस्ति ग्रहधातोः अपि द्विकर्मकत्वं भवति इति अपरस्य कथनम् इत्युक्ते प्राचीनानां कथं तथापि शिष्टैः अनादृतत्वात् ग्रहधातोः न द्विकर्मकता इत्युक्ते शिष्टैः इत्युक्ते अन्यग्रन्थानां तत्र भाष्ये वा अन्य सिद्धान्तकुमुद्दी अथवा अन्यत् ये पाठाः सन्ति तत्र ग्रहधातोः द्विकर्मकता न दत्तमस्ति इति आचार्यः आरम्भरीत्या वदति इत्युक्ते ग्रहधातुः एतादृशधातुः अस्ति यस्य द्विकर्मकता एतादृशमस्ति तत्र विवादः वर्तते वैयाकरणाः ये सन्ति तेषां मतं भिन्नमस्ति ग्रहधातुसन्दर्भे खलु अस्माकं पाठः इदानीम् अभ्यासपुस्तकं नास्ति किञ्चित् गभीरं पाठमस्ति यत्र विवादः अपि दृश्यते तर्हि ग्रहधातुः एतादृशं धातुः अस्ति एकः धातुः अस्ति यत्र विवादः वर्तते इति आचार्यः आरम्भरीत्या वदति अस्तु तर्हि किञ्चित् अहं वदामि तदनन्तरम् अग्रे सरामः प्रश्नाः सन्ति अपि चेत् पृच्छन्तु अस्तु तर्हि वयं जानीमः द्विकर्मकता कुत्र भवति इत्युक्ते यदि वाक्ये कर्मपदद्वयमस्ति तर्हि वयं जानीमः एकमस्ति प्रधानकर्मपदम् प्रधानकर्मपदम् इत्युक्ते तस्य नित्यं कर्मसङ्गकं कर्मसंज्ञा तस्य नित्यं भवति तर्हि तस्य नाममस्ति प्रधानकर्मपदं खलु अन्यत् यत् कर्मपदम् अस्ति तस्य नामं वयं जानीमः गौणकर्मपदम् गौणकर्मपदम् इत्युक्ते तस्य अन्यकारकत्वम् अपि स्वीकर्तुम् अर्हति अन्यकारकत्वम् अपि स्वीकर्तुम् अर्हति इत्युक्ते एकं कर्मपदम् अस्ति तस्य अन्यकारकत्वं कदापि न भवति सर्वदा कर्मसङ्गकं सङ्गकं तत् नाम भवति प्रधानकर्मपदम् यस्य अन्यकारकत्वं सम्भवति तस्य नामं भवति गौणकर्मपदम् इति वयं जानीमः खलु तर्हि तत्र एकम् उदाहरणं स्वीकुर्मः अत्र एवम् एतत् उदाहरणं णिजन्तप्रत्यये नास्ति णिजन्तं कर्तुं शक्यते वक्तुं शक्यते तर्हि कर्मपदमस्ति इत्युक्ते वाक्यमस्ति गोपालः गां पयः दुग्धी इति अस्ति गोपालः गां पयः दुग्धी पयः अपि तत्र अत्र प्रधान कर्मपदं भवति कीदृशमस्ति सकारान्तधातुः अस्ति पयस् इति तर्हि तस्य कर्मपदरूपं भवति पयः तर्हि गोपालः गां पयः दोग्धि इति वाक्यं गामस्ति कर्मपदं पयः अपि कर्मपदम् तर्हि अत्र द्विकर्मकता इति वदामः परन्तु वयं जानीमः गां यत् पदमस्ति तस्य अन्यकारकत्वमपि भवति इत्युक्ते कर्मपदविना अपि तस्य अन्यविभक्तिरूपमपि अन्यकारकमपि भवति यथा गोपालः गाः पयः दुग्धि तर्हि अत्र पदमस्ति गौ गौशब्दस्य कर्मपदरूपेण प्रयोगः भवति अपादाने अपि भवति प्रयोगः अपि सम्भवति तस्य अतः गौ इति यत् पदमस्ति गो इति यत् पदमस्ति गो इति गौ इति नास्ति गो इति यत् पदमस्ति तत्र गौणकर्मकता तत्र अस्ति परन्तु पयस् यत् अस्ति तत् नित्य एव कर्मपदम् अतः पयस् इति पदं प्रधानकर्मपदं भवति तत्र रूपमस्ति पयः इति एतादृशस्थितिः अस्माकम् उदाहरणम् एवमस्ति तर्हि प्रश्नः अस्ति यदि धातुः अस्ति ग्रहधातुः तादृशं भवेत् वा न भवेत् वा इति अस्माकं प्रश्नः अस्ति तर्हि आचार्यः केवलम् अत्र प्राचीनानां मते एकं श्लोकम् इति उक्तमस्ति अग्रे गत्वा अन्यभिन्नमतान् के सन्ति तस्य विषये वदति अग्रे अस्तु अग्रे पठामः. अत्र बहु किमपि नास्ति, केवलं श्लोकानि एव दत्तमस्ति, अन्ततो गत्वा साहित्यरूपेण स्वीकुर्मः. अत्र बहु किमपि व्याकरणं मतं नास्ति, साहित्यरूपेण पाठरूपेण स्वीकुर्मः अत्र यद्दत्तमस्ति. तर्हि अग्रे अखिलेश् महोदय अग्रे पठामः. शिष्य वदति, प्राचां श्लोकेन अष्टादशधातवः सङ्गृहीताः. तेषु ग्रहधातोः द्विकर्मकता निराकृता, तथापि सप्तदश. तर्हि शिष्य वदति, आमेतत् श्लोके अष्टादशधातवः सन्ति, यदि ग्रहधातोः द्विकर्मकता नास्ति चेत् केवलं सप्तदशधातवः एवम् अवशिष्यते. तर्हि कीदृशस्थितिः भवति तत्र? किमर्थं गृहधातुः एतत् श्लोके अस्ति? आचार्य वदति, कौमुद्यां यः निष्कर्षरूपः श्लोकः उक्तः, तुह्यात् पच् निहृकृष्मां, तत्र अर्थधातुः न उपात्तः, या च धातुना एव तस्य उपसङ्ग्रहः कृतः. अतः षोडशधातवः, तदर्थकाः च द्विकर्मकाः इति कौमुद्याम् उच्यते. वस्तुतः तु भाष्यकारः वदति अष्टौ एव धातवः द्विकर्मकाः इति. भाष्योक्तः श्लोकः तावत् तुहि याचि रुधि पृचि भिक्षिचि ज्ञाम् उपयोग निमित्तम् अपूर्वविधौ ब्रुविशासिगुणेन च यत् सचते तदकीर्तितमाचरितं कविना. चकारः अत्र अनुक्तसमुच्चार्थकः, तेन नयति प्रभृतीनां सङ्ग्रहः. श्लोको यथा नी वह्योर हरते हरतेश्चैव, गत्यर्थानां तथैव च विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः. तर्हि आचार्य वदति, कौमुद्यां यः निष्कर्षरूपः श्लोकः उक्तः, यत् श्लोकः वयं पठितवन्तः तत्र श्लोकः कौमुद्याम् अपि अस्ति, परन्तु तस्मिन् श्लोके अर्थधातुः न उक्तवान्, न दत्तमस्ति तत्र, न उपात्तः. या च धातुना एव तस्य उपसङ्ग्रहः कृतः. या च धातुः अस्ति, तेन एव तस्य उपसङ्ग्रहः कृतः. या च अस्ति वा, या च धातुः अस्ति वा, सर् अतः षोडशः धातवः. नाम यदि अर्थधातुः नास्ति, या च धातुः नास्ति चेत् केवलं षोडशः धातवः अवशिष्यते. तर्हि तदर्थकाः च द्विकर्मकाः इति कौमुद्याम् उच्यते. आम्, तेषाम् एव द्विकर्मकत्वं भवति. वस्तुतः तु भाष्यकारः वदति अष्टौ एव धातवः द्विकर्मकः इति. आम्, भाष्यकारः ये भाष्याः लिखितवन्तः ते वदन्ति केवलम् अष्टधातवः सन्ति, ते एव द्विकर्मकाः. भाष्योक्तः श्लोकः तावत्. आम्, तर्हि एतत् श्लोकेषु अष्टधातवः एव सन्ति इति मन्ये. दुहि याचि, तर्हि दुह् धातु, याच् धातु, रुधि रुद् धातु, रुच्, तदनन्तरं भिक्, तदनन्तरं चि तदनन्तरं न्या अस्ति वा न्याम् अस्ति जि जि ओ चि चि ओ आम् उपयोग आम् उपयोग अग्रे नास्ति अग्रे अग्रे धातवः न सन्ति आम् योगिनिमित्तं पूर्वविधौ एतत् सर्वे अहं मन्ये ये प्राचीनाः वदन्ति ते एव ब्रू ब्रूधातुः अस्ति अनन्तरं वेष् धातुः अस्ति अथवा ब्रुवि ब्रुवि अस्ति ब्रूधातु ब्रुवि शा धातुः अस्ति गुणेन च यत् सचते तद् कीर्तितमाचरितं कविना आम् एतत् अष्ट अष्टधातवः सन्ति तु याच् रुद् पृच् भिक्ष्चि ब्रू शास् चकारः अत्र अनुक्तसमुच्चयार्थकः चकारः अत्र अस्ति आं चकारः अस्ति च अनुक्तसमुच्चया अर्थकः अनुक्त ये सन्ति ते चकारेण वदति अमुन्ये तत्र यदि समानार्थकाः धातवः ये सन्ति ते अत्र न उक्तवन्तः तर्हि च माध्यमेन वयं जानीमः ते अपि सन्ति तेन नयति प्रभृतीनां सङ्ग्रहणम् ओ तत्र अन्यसङ्ग्रहः भवति तस्य तस्तात् सङ्ग्रहः अपि श्लोके दत्तमस्ति नी धातु वह् धातु नी वह् ऊर्हरते चैव तत्र तत्र कोऽपि धातुः अस्ति अहं न जानीमः तत्र तत्र किं वदति अत्र तत्र वदति श्लोके चकारः इति वदति खलु चकारः इत्युक्ते अन्यपि स्यात् इति वदति अनुक्त्वा सर्वम् अनुक्त्वा च इति उक्तम् इत्युक्ते अन्य अपि स्यात् वयं पूर्णरीत्या न जानीमः इति च इत्युक्ते अन्यधातूनां सङ्ग्रहः एव अस्ति इत्यादि इत्यादि आमां च इत्युक्ते अन्य अपि स्यात् हा तत्र अन्तिमे किं लिखितमस्ति इत्युक्ते नि वः हरतेश्चापि गत्यर्थानां तथैव च द्विकर्मेषु ग्रहणं द्रष्टव्यमिति निश्चयः इत्युक्ते द्रष्टव्यमस्ति भोः किं करिष्यामः बहु किमपि अस्ति तत्र नी अस्ति वः अस्ति अन्य अपि इत्युक्ते ये दत्तमस्ति वयं पठितवन्तः इदानीम् अष्टादश द्विकर्मकेषु ग्रहणं द्रष्टव्यमिति निश्चयः अस्ति इति अस्ति निश्चयः हा निश्चयेन एतत् विवादः इति धातुः अस्ति ग्रहधातुः तस्य द्विकर्मकता कीदृशम् अस्ति तत् सम्बन्धे द्रष्टव्यमस्ति भोः निश्चयेन न वक्तुं शक्यते किं भवति तत्र इति केवलं चर्चा एव अस्ति अत्र बहु किमपि नास्ति विवादपदत्वं पदमेव अस्ति तस्मिन् सन्दर्भे किञ्चित् चर्चा अस्ति अग्रिमपाठः एव तस्मिन्नेव ग्रहधातोः विषये अपि अस्ति यतोहि एतत् पाठः केवलम् आरम्भरूपेण दीयते कुत्र किं किं दत्तमस्ति अस्तु उदयकुमार महोदय अग्रे सरामः महोदय अश्लेष महोदय अपि उत्तमं हा कौमुद्यां किमर्थं भाष्योक्ताः एव एतावता महोदय एतावता अपि एतावत् ओ ओके शिष्य एतावता अपि जिमुषादयः न सङ्गृहीताः पूर्वोक्तं किं किं सङ्गृहीता इति दातवः दत्तमस्ति शिष्यप्रश्नः इत्युक्ते जी इत्युक्ते जीतवान् पराजितवान् तत् विषये पठितवन्तः मुष् अपि तादृशं जीति आम् आचार्य वदति आम् अत्र नी वह्यो इति श्लोके यः चकारः अस्ति तेन देत्यादयः समुच्चीयन्ते इत्युक्ते च इति अस्ति श्लोके इत्युक्ते अन्यापि भवितुम् अर्हति इति तत्र जि इत्यादि जि देत्यादयः तत्र समुच्चीयन्ते इत्युक्ते तत्र तदापि अस्ति इति विषयः कौमुद्यां किमर्थं भाष्योक्ताः एव श्लोकाः न उपात्ताः किमर्थं पतितः अर्थः क्रमान्तरेण लिखितः मतितः मतितः अर्थः शिष्यस्य प्रश्नः अस्ति किमर्थं कौमुद्यां भाष्यमस्ति तत्र श्लोकाः न उपात्ताः इत्युक्ते श्लोके ये किमर्थं न अस्ति इति वा अहं सम्यक् न जानामि किमर्थं भाष्यकारः ये श्लोकः वदति तत् श्लोकं कौमुद्यां न नास्ति इति अहं मन्ये किमर्थं मतितः अर्थः क्रमान्तरेण लिखितः इत्युक्ते तत्र कौमुद्यां किमर्थं भाष्ययुक्ता एव श्लोकः न अङ्गीक्रियते उपात्ताः इत्युक्ते न अङ्गीक्रियते किमर्थं न अङ्गीक्रियते कौमुद्यां सिद्धान्तकौमुदी लघु अस्ति वा अथवा सिद्धान्तकौमुद्यां किमर्थं भाष्ये यत् उक्ता अस्ति तादृशं श्लोकाः न अङ्गीकृताः किमर्थं मसितः अर्थः क्रमान्तरेण लिखितः एतादृशेन क्रमेण षोडशा वा इति लिखितमस्ति किमर्थम् अग्रे पठतु आचार्य किं वदति कर्मणि भावे वा प्रयोगे प्रथमा कस्य स्यात् इति निरूपणावसरे गणद्वयं कल्प्यते गुहादयः न्यादयः चेति पाचां श्लोके उभयविधयोः व्यामिश्रणं दृश्यते भाष्योक्ते श्लोके सर्वे धातवः अस्ति वा महोदय सर्वे धातवः न श्रूयते उक्तवान् वा न श्रूयते इदानीं सम्यक् अस्ति हा वदतु इदानीं सम्यक् कर्मणि प्रयोगे प्रथमा कस्य स्यात् इति निरूपणावसरे गणद्वयं कल्प्यते गुहादयः न्यादः इति अत्र अत्र गणद्वयमेव तत्र निरूपणं निरूपणकारणार्थं गणद्वयमेव कल्पयते दुः नि इत्यादि गणद्वयमेव दत्तमस्ति प्राचां श्लोके उभयविध विध उदयकुमार महोदयस्य तत्र ध्वनिः श्रूयते वा महोदय तत्र देवकान्तमहोदय श्लेष महोदय न श्रूयते इदानीं न श्रूयते अस्तु महोदय उदयकुमार महोदय अस्ति वा महोदय प्रायशः अस्ति परन्तु ध्वनिः न श्रूयते महोदय हलो इदानीं श्रूयते आमां आचार्य वदति अत्र निरूपणावसरे एव गणद्वयमेव दत्तमस्ति दुः नि इत्यादि परन्तु प्राचां श्लोके उभयविधयोः व्यामिश्रणं दृश्यते तत्र श्लोके तु मिलित्वा दृश्यते भाष्योक्ते श्लोके सर्वे धातवः न सङ्गृहितः भाष्योक्ते श्लोके सर्वे धातवः न सङ्गृहितः किमर्थं तु चकार बलात् अन्य कोऽपि अपि अस्ति इति उपात्ताः अतः कौमुद्यां ते सर्वे धातवः पार्थक्येन सङ्गृहीताः पार्थक्येन इत्युक्ते इम्प्लाय्ड् इति वा भिन्नभिन्नरूपेण भिन्नभिन्नरूपेण एकमेव श्लोके सर्वं न दत्तमस्ति समीचीनमस्ति तादृशम् अत्र कर्मणि वा भावे प्रयोगे किं भवति वयं पठितवन्तः खलु इत्युक्ते यदि कर्मणि प्रयोगे कर्तुम् इच्छामः चेत् कर्मपदद्वयस्य आवश्यकता एव नास्ति खलु इत्युक्ते माता शिशुम् अन्नं भोजयति मात्रा शिशुः अन्नं भोज्यते इति वदामः चेत् तत्र मात्रा शिशुः अन्नं भोज्यते वदनेन कर्मपदद्वयस्य आवश्यकता नास्ति तर्हि कर्मणि प्रयोगे वा भावे प्रयोगे यदि कर्तुं शक्यते तर्हि एतादृशस्थितिः एव नास्ति खलु कर्तरि प्रयोगे करिष्यामः चेत् कर्मपदद्वयस्य आवश्यकता अस्ति तत्र भिन्नभिन्नत्वेन सन्देहः आयाति द्विकर्मकत्वं कस्य अस्ति वा कस्य नास्ति वा परन्तु कर्मणि अथवा भावे करिष्यामः चेत् तदेव प्रयोगः एतादृशस्थितिः एव नागच्छति इति वदति अस्तु अन्तिमं समापयतु महोदय आहत्य षोडशदातवः तदर्थकाः च द्विकर्मकाः प्राचीनैः भाष्ये कौमुद्यां च तेषां सङ्ग्रहाय विभिन्नः क्रमः आश्रितः सो शिष्य अन्तिम विचारः अस्ति यत् सम्भाषणत्वेन किं सः ज्ञातवान् सः वदति षोडशदातवः एव अस्ति तद्वत्ताः षोडशदातवः द्विकर्मकाः भवति प्राचीनैः भाष्ये कौमुद्यां च विभिन्नक्रमः आश्रितः अन्य अपि सङ्ग्रहः कृतवन्तः इति वा आमामामाम् आमामां तादृशमेव अस्ति षोडशधातवः सन्ति तर्हि के के षोडशः वयं चर्चितवन्तः एव खलु प्राचीनैः ये दत्तमस्ति तर्हि पुनः वदामि षोडशधातवः के के सन्ति प्रथमं दुः द्वितीयं याच् तृतीयं बच् चतुर्थं दण्ड पञ्चमं रुद् षष्ठ प्रच् सप्तमं चि अष्टमं व्रु नवमं सास् दशमं जि एकादश मथ् द्वादश मुष् त्रयोदश नि चतुर्दश हृ पञ्चदश कृष् षोडश वः इति षोडशधातवः सन्ति अत्र अत्र भवति इति बहुत्र दृश्यते एतादृशं प्रयोगः खलु ग्रहधातुः तत्र किञ्चित् तस्य पूर्णतया अङ्गीकृता नास्ति सर्वेषां तत् ते सर्वे न अङ्गीकुर्वन्ति ग्रहधातुविषये एतादृशमस्ति अस्तु समीचीनं मम प्रश्नः एकं प्रश्नः अस्ति वदतु महोदय दा धातु अत्र रामः कृष्णाय पुस्तकं चतुर्थी भवति तत्र कर्मकरणः भवति दानार्थे चतुर्थे एवं भवति यस्य कस्यापि पदस्य अन्यकारकत्वं भवति चेत् तत् गौणकर्मपदत्वं भवति तस्य द्विकर्मकता तत्र आवश्यकमेव नास्ति तत्र न भवति एव उत्तमं न भवति चेत् एव उत्तमम् अस्ति तत्र कोऽपि सन्देहः नास्ति शङ्का नास्ति एतादृशं भवति अस्तु अस्तु अत्युत्तमं तर्हि अग्रसरामः तत्र अस्मिन्नेव विषये अस्ति कुशलमहोदय आरम्भं करोतु कृपया अध्यायः चत्वारि पञ्चाशत् अधिकशततम् ग्रहयतेः द्विकर्मकर्ता शिष्य श्रीमन् आयाचितारं नहि देवं अद्रेस्तां ग्रहयितुं शशाक् इत्यस्मिन् रघुवंशश्लोके ग्रहधातुविषये चिन्तनीयः कश्चन अंशः अस्ति इति कञ्चित् माम् अवदत् यश्च गतमासीयं भाषापाकम् अपठत् शिष्यः वदति श्लोकम् आयाचितारं नहि देवदेवम् अद्वे सदातुं ग्रहयितुं शशाक् अहम् अर्थं न जानामि शशाक अत्र किम् अस्ति पुनः प्रश्नः आयाति ग्रह धातोः द्विकर्मकता. तर्हि कथं जानीमः अत्र ग्रहधातोः द्विकर्मकता? तर्हि शिष्यः वदति, श्रीमन् अयाचितारं नहि देवदेवम् अन्ध्रे सुतां ग्राहयितुं अद्रे महोदय अद्रे क्षमताम् अद्रे समीचीनम् अद्रे सुतां द्वितीयसकारः अस्ति अद्रे सुतां ग्राहयितुं ससाकः ससाक एतत् तत्र कुमारसम्भवः इति अस्ति पुस्तकं खलु रघुवंशम् रघुवंशमस्ति हा अन्यत् पुस्तके अपि अस्ति. अत्र ग्रहधातुविषये चिन्तनीयः कश्चन अंशः अत्र अस्ति इति कश्चित् माम् अवदत्. तर्हि यत् अस्माकं गतमासीयं भासपाकम् अपठत् यत्र न एव दत्तं भवति न भवति इति कृत्वा तत्र विवादः तु अस्ति एव. तर्हि किं भवति, किं भवतः विचारं कीदृशमस्ति इति वदतु. अत्र ग्राहयितुम् इति लिखितमस्ति खलु. इति अस्ति तत्र. अत्र अहं किञ्चित् वदामि अत्र खलु. अत्र किम् अस्ति, बृहत् वाक्यमस्ति खलु. इदानीं खण्डसहितेन पश्यामः. यत् पुस्तकमस्ति तत्र रघुवंशमिति अस्ति श्लो तत्र तस्मिन्नेव ग्रन्थे अस्ति एतादृशं ग्रहधातुविषये. तत्र अत्र पश्यतु प्रथमे लिखितमस्ति देवदेवं, तत् पश्यन्ति वा? तदनन्तरं किमस्ति, सुताम् इति लिखितमस्ति. तर्हि यदि खण्डशः पश्यामः देवदेवं सुतां ग्राहयितुम् इति अस्ति खलु इति भवति. तर्हि अत्र द्विकर्मकारकम् अत्र दृश्यते पुस्तके इति शिष्यस्य प्रश्नः खलु. तर्हि वयं पठितवन्तः एतादृशप्रयोगः नास्ति, प्रायशः प्राचीनानां मतमेव केवलमस्ति, नवीनानां न स्वीकुर्वन्ति अत्र अस्मिन् विचारे अस्ति. एतत् कृत्वा इदानीं शिष्यस्य प्रश्नः तादृशमस्ति इति श्लोके दृश्यते अन्यत्र. तर्हि भवतः आशयः किं, तत्र अग्रे पठतु महोदय. कुशल महोदय. आम् आम् आचार्य वदति आम् अत्र ग्राहयते प्रयोगः कृतः द्विकर्मत्वेन. तच्च द्विकर्मकत्वं कथम् इति प्रश्नः. ग्राहयते अप्रयोगः भवति, तद् ग्राहयते अर्थात् कोऽपि जनाः ग्रहणं करोति, कोऽपि जनः त्यज्यं करोति, तत् अर्थात् न्यूनतम् द्विजनाः सन्ति ग्राहते त्यजति, तद्विकर्मत्वेन आचार्य पृच्छति द्विकर्मत्वेन प्रयोगः कृतः कथम् इति पश्य द्विकर्मत्वं कथम् इति प्रश्नः. शिष्ये आचार्य वदति द्विकर्मत्वं कथम्? अत्र ग्राहयितुम् इति लिखितमस्ति खलु, गृह्णाति एतादृशं नास्ति, ग्राहयति इति अस्ति खलु, तर्हि ग्राहयतेः प्रयोगः कुतः द्विकर्मकत्वं भवति, तस्मिन् विषये अस्ति अस्मिन् श्लोके, न तु साक्षात् ग्रहधातुः इति वदति. समीचीनम्. अस्तु तर्हि विनोद् महोदय अग्रे. शिष्य वदति प्रायः गतिबुद्धिः इति सूत्रेण, शिष्य वदति अत्र एकं सूत्रम् अस्ति गतिबुद्धि बुद्धिः वाक्यं सूत्रे. आचार्य वदति ग्राहयतेः गत्यर्थकत्वम् उक्त्वा तत्र द्विकर्मकत्वं साध्यते कैश्चित्, किन्तु ग्राहयतेः गत्यर्थकता बहूनाम् असम्भवमेव इति वदति कौमुद्याः तत्त्वबोधिनी व्याख्या. आचार्य वदति ग्राहयतेः गति अर्थं भवति तत्र द्विकर्मक कोऽपि द्विकर्मक साध्यते, परन्तु ग्राहयतेः गत्यर्थकता बहूनाम् अनेकनाम असम्भवत् तत्त्व बोधिनी व्याख्या अस्ति. तत्र वदामः कीदृशस्थितिः अस्ति. गतिबुद्धिश्लोकः अस्माकं पूर्वे अपि पठितं खलु, अत्र पश्यन्ति चेत् पश्यतु नवचत्वारिंशत् अधिकशततम तत्र पुटसङ्ख्या अशीतिः तत्र अधोभागे अस्ति खलु, ल्यन्तस्थले न सम्प्रदानादयः इति अध्यायः अस्ति, तत्र गतिबुद्धिः लिखितमस्ति, पश्यन्ति वा? अधोभागे अस्ति. आचार्यः वदति यत्र प्रयोज्यकर्तुः प्रयोजककर्तुः विषये पठितं, तत् पाणिनिसूत्रमस्ति, प्रथम अध्यायः चतुर्थपादः द्विपञ्चाशत् सूत्रसङ्ख्या अस्ति. पूर्णसूत्रमस्ति गतिबुद्धि प्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणीकर्ता सहणौ इति अस्ति. तस्य अर्थमस्ति अत्र कर्मकारकं कुत्र भवति, तद्वदति गतिक्रिया, बुद्धिक्रिया, भक्षणक्रिया, शब्दकर्मक्रिया तथा अकर्मकक्रिया, एतेषां विषये अप्रयोजककर्तुः ऋच् प्रत्ययप्रयोगे कर्मकारकं भवति इति एतत् पाणिनिसूत्रं वदति. गतिबुद्धि प्रत्यवसानार्थ शब्दकर्म अकर्मकाणां भवति एतादृशं भवति चेत् अप्रयोजककर्तुः कर्मकारकं भवति. तर्हि अत्र शिष्यः वदति प्रायः गतिबुद्धि इति सूत्रेण वा, आचार्य वदति ग्राहयतेः ग्राहयति इति गत्यर्थकत्वम् उक्त्वा तत्र द्विकर्मकत्वं सिद्ध्यते कश्चित्, कानिचन सन्ति ये ग्राहयते ग्रहणं यदा जनाः कुर्वन्ति चेत् तत्र किञ्चित् गतिः अस्ति वा एतादृशं गत्यर्थकत्वम् उक्त्वा तत्र द्विकर्मकत्वं क्वचित् जनाः स्वीकुर्वन्ति किन्तु ग्राह्यतेः गत्यर्थकता बहूनां बहूनां सति गतिः इत्युक्ते गच्छति इति वदामः चेत् गत्यर्थकः भवति खलु ग्राह्यतेः प्रायशः न भवति तर्हि सः आचार्यः वदति ग्राह्यतेः गत्यर्थकता बहूनाम् असम्मतम् एव भोः इत्युक्ते सम्मतं नास्ति इत्युक्ते ते न अङ्गीकुर्वन्ति इति वदति कौमुदी एवं तत्त्वबोधिनी व्याख्या पुस्तकद्वयमस्ति कौमुदी अथवा कौमुद्याः कौमुदी यत् अस्ति तत्र तत्त्वबोधिनी व्याख्या यत् अस्ति तत् वदति ग्राह्यतेः गति अर्थकता नास्ति भोः इति वदति आचार्यः परन्तु कानिचन स्वीकुर्वन्ति अस्तु अग्रेसरामः एतदपि ग्रहधातुविषयः एव अस्ति अस्तु अग्रे देवकान्तमहोदय शिष्यः तन्नाम ग्राह्यतेः गत्यर्थगत्वं शिष्टैः न अनुमतम् सः वदति शिष्टवैयाकरणाः ग्राह्यते इति निजन्दधातोः गत्यर्थगत्वं न अङ्गीकरोति इति आचार्यः किन्तु ग्राह्यतेः द्विकर्मत किन्तु ग्राह्यतेः द्विकर्मकता अस्ति किम् इति प्रश्नः तु अप्राचीनकालात् अनुवर्तते केचन तस्य द्विकर्मकतां प्रत्यपादयन् किन्तु अन्यैः निराकुर्वन् प्राचीनकालात् केचन वैयाकरणाः तस्य द्विकर्मकत्वं स्वीकरोति परन्तु अन्य केचन वैयाकरणाः द्विकर्मकत्वं न स्वीकुर्वन्ति इति तस्य अर्थं केचन उदाहरणाः अपि सन्ति विषयेऽस्मिन् माधवीयधातुवृत्तौ वृत्तौ पङ्क्तिः यथा तारे ग्राहे तथा मोचेस्त्याजेर्दापेश्च सङ्ग्रहः कारिकायां च शब्देन सुधाकरमुखैः कृतः इति एकं श्लोकम् ग्राहेरिह ग्राहो नैव हरदत्तस्य सम्मतम् श्लोकस्य अर्थं न जानामि महोदय चिन्ता नास्ति किञ्चित् वदामि अत्र प्रायशः स्पष्टं भविष्यति अस्तु तर्हि उदाहरणं स्वीकुर्मः यदि उदाहरणमस्ति देवदत्तः मन्दिरं याति इत्युक्ते देवदत्तः मन्दिरं गच्छति इति अस्ति अर्थं परन्तु यत् याति अस्ति इदानीं साधारणतया धातोः इदानीं कर्तरिप्रयोगे अस्ति परन्तु तस्य एव निजन्तप्रयोगे इदानीं करिष्यामः चेत् वाक्यं भिन्नं भवति यथा माता देवदत्तं मन्दिरं यापयति इति भवति खलु यत् प्रथमवाक्ये देवदत्तः तस्य प्रथमा एव अस्ति. इदानीं ऋजन्तप्रयोगे तस्य द्वितीया विभक्ति अभवत्, कर्मपदत्वं प्राप्त अभवत् देवदत्तः पदस्य. तर्हि माता देवदत्तं मन्दिरं यापयति इति भवति. कर्मत्वम् इति प्राप्नोति देवदत्तः इति पदम्. तर्हि एतादृशस्थितिः गृहधातुः यत् अस्ति तत्र भवति वा इति प्रश्नः. याति अस्ति चेत् भवति, या धातुः अस्ति चेत् अत्र भवति. अत्र गम् धातुः अस्ति चेत् गमयति, तादृशं भवति. गृहधातुः अस्ति चेत् तादृशं भवति वा इति प्रश्नः. तर्हि पूर्वतनपाठे पठितवन्तः, कानिचन वदन्ति भवति, कानिचन वदन्ति न भवति इति कृत्वा. तर्हि णिजन्तप्रयोगे करिष्यामः चेत् तदेव तदेव उदाहरणम्. इदानीं पुत्रः पुस्तकं गृह्णाति इति उदाहरणमस्ति खलु भवति. पुत्रः पुस्तकं गृह्णाति इति गृहधातुः इति अस्ति. गृहधातुः तस्य णिजन्तप्रयोगः भवति, ग्राहयति. इदानीं तदेव वाक्यम् इदानीं करिष्यामः. माता, अहं वाक्यद्वयम् अत्र वदामि. माता पुत्रेण पुस्तकं ग्राह्ययति इति एकम्, अथवा माता पुत्रं पुस्तकं ग्राह्ययति. प्रायशः द्वितीयवाक्यं यत् अस्ति तत् बहुत्र न श्रूयते, एवं समीचीनमपि न श्रूयते, समीचीनमपि न श्रूयते. माता पुत्रेण पुस्तकं ग्राह्यति इति एव समीचीनं भवति. माता पुत्रं पुस्तकं ग्राह्यति इति समीचीनं न भवति खलु. अतः गृहधातोः तत्र सिद्धतया इत्युक्ते सर्वदा सर्वत्र गृहधातोः द्विकर्मकता नास्ति इति सर्वे वदन्ति. कुत्र कुत्र तस्य प्रयोगः दृश्यते, परन्तु विरलतया एव, बहुत्र न दृश्यते. यथा माता देवदत्तं मन्दिरं यापयति इति निश्चयेन भवति, तथा माता पुत्रं पुस्तकं ग्राह्यति इति न सम्यक् अस्ति. माता पुत्रेण पुस्तकं ग्राह्यति इति भवति कारकरीत्या. इति साधारणतया वदामः चेत् अस्मिन् अध्यायस्य सारांशः एवमेव अस्ति. एतत् उदाहरणद्वयम् एव पुस्तके न दत्तमस्ति, परन्तु चिन्तयामः चेत् एतादृशम् एव भवति. अस्तु, इदानीं पठामः चेत् तत्र सम्यक् भवति. आचार्यः किं वदति, देवकान्तमहोदय? किन्तु ग्राह पुनः पुनः महोदय पुनः एकवारं पठामः चेत् सम्यक् भवति. किन्तु ग्राह्यतेः द्विकर्मगता अस्ति किम् इति प्रश्नः तु अप्राचीनकालात् अनुवर्तते. केचन तस्य द्विकर्मगतां प्रत्यपादयन्, किन्तु अन्ये निराकुर्वन्. विषयेऽस्मिन् माधवीयधातुवृत्तौः पङ्क्तिः यथा कुत्रापि पङ्क्तिः अस्ति, कुत्र पङ्क्तिः अस्ति माधवीयधातुवृत्तिः इति एकम् अस्ति पुस्तकं, तत्र दत्तमस्ति एतत्. तारे ग्राहेस्तथा मोचे त्याजेर त्याजेर दापेश्च समूह संग्रहः कारिकायां च शब्देन सुधाकरमुखैः कृतः इति एकं श्लोकमस्ति. माधवीयधातुवृत्तैः ग्राहेरहि ग्राहो नैव हरदत्तस्य सम्मतम् इति. हरदत्तः इति वैयाकरणः वा अन्यत् अन्यत्? आमामाम् आमाम् अन्य एकः वैयाकरणः. हा हा हा आम् ग्राह्यतेः द्विकर्मकत्वं यैः प्रयुक्तं तेषां विषये हरदत्तः. आमां काशिकव्याख्यायां पदमञ्जर्यां लिखति स्वतन्त्राः कवयः इति. यतोहि व्याकरणे एतादृशं नास्ति. कवयः ये सन्ति यदि इच्छन्ति चेत् ते कुत्र कुत्र लिखन्ति एव एतादृशं. हा समापयतु तत्. माधवीयधातुवृत्ते वृत्तौ अपि तदेव वाक्यं दृश्यते. इत्युक्ते यदि कवि इच्छति चेत् द्विकर्मकत्वं कर्तुं शक्यते इति तस्य अर्थं खलु. समीचीनं समीचीनम्. इत्युक्ते तत् कानिचन श्लोकानि दत्तानि सन्ति खलु तत्र तत्र कारे ग्राहेस्तथा यत् सूत्रं यत् अस्ति कारिकायां च शब्देन सुधाकरमुखैः कृतः तत् अस्ति माधवीय धातुवृत्तिः इति पुस्तके अस्ति. तदनन्तरं यत् अस्ति तदपि ततः एव ग्राहेरिह ग्रहो नैव हरदत्तस्य सम्मतं तदपि माधवीयधातुवृत्तिः. परन्तु पदमञ्जरी यत् अस्ति पदमञ्जरी वदति स्वतन्त्राः कवयः इति पञ्जरी पदमञ्जरी तत्र लिखितमस्ति. इत्युक्ते स्वतन्त्रः अस्ति इत्युक्ते कविः अस्ति साहित्यकारः अस्ति ते लिखन्ति चेत् तत् सम्यक् यदि कुत्रापि दृश्यते चेत् एवं. तत्र पोयेटिक् लिबर्टि इति आमामामां तादृशमेव अस्ति. एवं तत्र ग्राह्यतेः द्विकर्मकत्वम् अन्यत् अस्ति अत्र न दत्तमस्ति एतावत्पर्यन्तं. प्रौढमनोरमा एकम् अन्यत् पुस्तकम् अस्ति तत्रापि लिखितमस्ति ग्राह्यस्तु द्विकर्मकत्वं यद्यपि सुधाकरादीनां सम्मतं तथापि बहुनानाम् असम्मतम् इति बहुनानाम् असम्मतम् इति लिखितमस्ति. अन्य कुत्र कुत्रापि इत्युक्ते ग्रहधातुः इति स्वातन्त्र्येण एव भवेत् साधारणतया न दृश्यते परन्तु साहित्यकारः लिखितुम् इच्छति यथा अथवा पुरातनग्रन्थे दृश्यते चेत् तत्र हानिः नास्ति परन्तु उदाहरणं नयामः चेत् प्रायशः न दृश्यते एतत्. अस्तु अग्रे समीचीनम्. अस्तु तर्हि तत्र देवकान्तमहोदय कोऽपि प्रश्नः अस्ति वा तत्र केवलं श्लोकान् श्लोकान् अस्तु अस्तु तर्हि अग्रे अखिलेश महोदय कृपया. शिष्य एवं तर्हि कालिदासीयः चिन्त्य एव विशिष्टस्य प्रश्नमस्ति, यदि कालिदासीयः प्रयोगः अस्ति अध्यायस्य आरम्भे देवदेवं सुतां ग्राह्यतुं, तत्र सा अपि तथा एव चिन्तनं, तस्यापि चिन्तनं तथा एव भवति, तत्र स्वतन्त्र यदि कवि इच्छति चेत् लिखितुं शक्यते. आचार्य, तत्र ग्राह्यते बुद्ध्यर्थकत्वम् अङ्गीकृत्य गतिः दर्शितं दृश्यते श्रेष्ठैः. वदति तत् उदाहरणे ग्राह्यते, ग्राह्यतेः बुद्ध्यर्थकत्वम् अङ्गीकृत्य गतिः दर्शिता. आं, तेन यत् प्रयोगमस्ति तस्मिन् प्रयोगे तस्य अर्थं गति प्रत्यर्थकः भवति इति शिष्टैः चिन्तनं भवति. तर्हि तेन तस्य द्विकर्मकत्वं भवितुमर्हति. आम्, इति मन्ये. परन्तु एकं प्रश्नमस्ति, ग्राहयितुम् इति तु तुमु नास्ति, अग्रे अपि अस्ति. अतः अग्रे पठतु. अतः पूर्वे उदाहरणे ग्राह्यतुम् इत्यत्र उद्वाह्यत्वेन बोधयितुम् इति अर्थविवरणं कृतम्. अन्यविधाः अपि समाधानप्रकाराः दृश्यन्ते अत्र. तर्हि प्रथमे यद् उदाहरणम् उक्तवान् ग्राह्यतुम् इत्यत्र उद्बाह्यत्वेन बोधयितुम् उदाहरणम् बोधयितुम् इति अर्थविवरणं कृतम्. अन्यविधाः अपि समाधानप्रकाराः दृश्यन्ते. अन्यत् अपि उदाहरणानि सन्ति, परन्तु अत्र गत्यर्थक अर्थः नीत्वा तत् उदाहरणं भवति. एतादृशम् अस्ति, तत्र कीदृशप्रयोगः अस्ति तद् द्रष्टव्यमस्ति. साधारणरीत्या न वक्तुं शक्यते कीदृशम् अस्ति. तत्र कुत्रापि ग्रन्थे प्रयोगः अस्ति चेत् तत्र गत्यर्थकः अस्ति वा अथवा अत्र वदति बुद्ध्यर्थकः अस्ति. अत्र तत् श्लोकं यत् रघुवंशं श्लोकम् आसीत्. अस्तु, समीचीनं. तत्र उदयकुमार महोदय अग्रे. एतादृशानि अन्यानि अपि उदाहरणानि किं सन्ति? अन्य कोऽपि उदाहरणानि सन्ति वा इति प्रश्नः शिष्यस्य. आचार्य, आं, भट्टिः प्रयुङ्के अजिग्रहत्तं प्रयुङ्क्ते अजिग्रहत्तं जनको धनुष्टत् इति अत्रापि पूर्वोक्तक्रमेण एव समाधानं वक्तव्यम् अस्ति. अजिग्रहत्तं जनको धनुष्टत् इति वाक्ये अपि अत्र बुद्ध्यर्थकम् अस्ति इति मन्ये. अत्र ग्रहणम् इत्युक्ते वस्तुग्रहणं नास्ति, विषयग्रहणम् इति अस्ति चेत् तत्र बुद्ध्यर्थकार्थम् इति ज्ञानग्रहणम् इति अस्ति चेत् तत्र पूर्वोक्त उदाहरणसमानम् अत्रापि दृश्यते इति. एतादृशं कर्तुं शक्यते. सर्वस्य सर्वस्य एतत् समापयतु महोदय. शिष्यः सर्वस्य एतत् तात्पर्यं यत् ग्राह्यते न द्विकर्मकता, यत्र द्विकर्मकत्वेन शिष्टाप्रयोगः दृष्टः तत्र बुद्ध्यर्थकत्वम् उक्त्वा स्थितस्य गतिः चिन्तिता इति एवं ननु. शिष्यः पाठस्फूर्तिपूर्णतया सम्भाषणस्य तात्पर्यम् इति वदति यत् ग्राह्यते न द्विकर्मकता. ग्राह्यते इति द्विकर्मक न भवति, यत्र द्विकर्मकत्वेन शिष्टप्रयोगः दृष्टः. कुत्रापि शिष्टप्रयोगः इति मन्ये इति चेत् तत्र बुद्ध्यर्थकत्वं दृश्यते इति शिष्यस्य तात्पर्यम् एतत् सम्भाषणेन तात्पर्यमिति वदति. गत्यर्थकः नास्ति बुद्ध्यर्थकः इति कुत्रापि ग्राह्यते ग्राह् इति बुद्ध्यर्थकरूपं अर्थकं बुद्ध्यर्थकत्वं दृश्यते तत्र शिष्टप्रयोगः इति विषयमिति वदति इति वा इति एवं ननु इति अन्तिमप्रश्नः अपि अस्ति. आचार्य वदति आं द्विकर्मकत्वेन ग्राह्यतेः प्रयोगः न शिष्टसम्मतः इत्येन तात्पर्यम्. इत्युक्ते ग्राह्यतेः प्रयोगः द्विकर्मकत्वम् इति शिष्टसम्मतः नास्ति. इति आचार्यः समाप्तं करोति. समीचीनं इति शिष्टसम्मतः नास्ति, सम्मतः इति न इति वदति. इत्युक्ते पुनरीत्या सर्वे न अङ्गीकुर्वन्ति एतादृशस्थितिः ग्रहधातोः, परन्तु कुत्र कुत्र दृश्यते. यथा गति अर्थकाः सन्ति अस्ति चेत् निश्चयेन भवति एव, वयं जानीमः एव. अथवा बुद्धि भक्षण शब्दकर्म एतादृशम् अस्ति चेत् निश्चयेन भवति, परन्तु ग्रहधातोः सन्दर्भे किञ्चित् तत्र मतभेदमेव अस्ति इति वदति अत्र. अस्तु, समीचीनमेव. तर्हि अस्तु, समयः तु जातः. आगामिसप्ताहे कोऽपि करोति वा उपस्थापनम्? अस्तु, चिन्ता नास्ति, अहमेव वदिष्यामि. चिन्ता नास्ति, किञ्चित् कृत्वा अग्रे सरामः आगामिसप्ताहे, चिन्ता नास्ति. अस्तु अस्तु, तर्हि अत्र विरमामः, आगामिसप्ताहे मिलामः. अस्तु, धन्यवादः. धन्यवादः. नमस्कारः.